पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 52 द्विज उवाच माण्डव्यस्य मुनेर्विष्णो शूलाकाधः कथं तनौ पत्यौ पतिव्रतायाश्च कथं कुष्ठं कलेवरे हरिरुवाच शिशुभावाच माण्डव्यो चिल्लिकायामभानदः वस्तिदेशे तृणं दत्त्वा मोहात् स च मुमोचताम् तेनापवाददोषेण धर्मस्याज्ञादुरेव च अहोरात्रं व्यधाकृच्छ्रा भुक्ता तेन द्विजन्मना किन्तु समाधिना तेन न ज्ञातं शूलसम्भवं कृच्छ्रं च मुनिना कृष्णं योगाभ्यासात् भृशादपि कुष्ठिनो ब्रह्मणो कादादजितेन्द्रियकारणाद् पूदिगन्धं तनौ कुष्ठं संजातं द्विजसत्तम पुरा विप्रायतेनैव दत्तं गौरी चतुष्टयं कन्यकातृदयं विप्र तेन तस्य पतिव्रता अस्यास्तु कारणादेव स च मत्समतां व्रजेद अत्र ते विस्मय कुत्र वेद कर्म पुरातनम् द्विज उवाच कृत्या नारीन यस्यैव तस्य स्वर्गो भवेद्ध्रुवं यथैः तच्चरितं नाथ सर्वेषां शिवमिष्यते हरिरुवाच सन्धि कृत्या स्त्रियः काश्चित् पुंसः सर्वस्वदस्य च तत्राप्यरक्षणीयां च मनसापि न धारयेत् न स्त्रीणामप्रियः कश्चित् प्रियो वापि न विद्यते गावस्तृणमिवारण्ये प्रार्थयन्ति नवं नवम् पुमांसं वित्तहीनं च विरूपं गुणवर्जितम् अकुलीनं च भृत्यं च कामिनी भजते ध्रुवं भर्तारं च गुणोपेदं कुलीनं च महाधनं सुन्दरं रदिदक्षं च त्यक्त्वा नीचं भजेद्वधूः उमानारदसंवादमाख्यानं विद्धि भूसुर येन विद्या स्त्रियाश्चेष्टा विविधा कृष्णजो द्विज स्वभावानारदो विप्र विश्वजिज्ञासको मुनिः स्वान्दे विमृश्याधगधकैलासं गिरिमुत्तमम् वृषकेतुसदाख्यान सप्रतिष्ठे हिमे गिरौ प्रणिपत्य महात्मा वै पप्रच्छ पार्वतीं मुनिः देवि सीमन्तिनीनां तु दुश्चेष्टां ज्ञातुमुत्सहे कौतुकेन त्वया चर्यावधूनां संप्रयुज्यते सर्वासामपि नारीणां स्वान्दं जानासि तत्त्वतः तन्मां कथय सर्वेषु विनीतमज्ञमत्र च देव्युवाच युवतीनां सदाचित्तं पुंसु तिष्ठत्यसंशयम् अस्मिन्योनौ सुसंयोग्ये सङ्गदे वाप्यसङ्गदे सुवेषं पुरुषं दृष्ट्वा भ्रातरं यदि वा सुतं यो निक्लिद्यन्ति नारीणां सत्यं सत्यं हि नारद स्थानं नास्ति क्षणं नास्ति नास्ति प्रार्थयिता नरः तेन नारदनारीणां सदीत्वमुपजायते कृतकुम्भसमानारी तप्ताङ्गारसमः पुमान् तस्मात् कृतं च वह्निं च नैकस्थाने च धारयेत् यथैव मत्तमादङ्गं शृणि मुद्गरयो गदः स्ववशं कुरुदे यन्ता तथा स्त्रीणां प्ररक्षकः पिता रक्षदि कौमारे भर्ता रक्षदि यौवने पुत्राश्च स्थाविरो भावे न स्त्री स्वातन्त्र्यमर्हति तदस्वातन्त्र्यभावाच्च स्वेच्छया च वराङ्गना पुरुषेणार्थिता धीरा प्रेरणादिचरी भवेद् अरक्षणाद्यथा पाकश्वकाकवशगो भवेद् तथैव युवती नारी स्वच्छन्दाद्दुष्टतां व्रजेद् पुनरेव कुलं दुष्टं तस्या संसर्गदो भवेद् परबीजेन यो जादसजस्याद्वर्णसङ्करः जारजसङ्करः पापो नरके नियतं वसेत् कीडजादौ गदा जादाः पुनः सर्वे महीतले तदोम्लेच्छमुपानीदं कुलं स्याद्विजनन्दन कुलक्षयो भवेद्यस्मात्तस्माद्दुष्टां न धारयेद् ज्ञात्वैव योषितां दोषं क्षमदेयो नराधमः स तिष्ठेन्निरये घोरे रौरवे पितृभिः सह काचित्पातयते नारी काचिदुद्धरदे कुलम् तस्मात् सर्वप्रयत्नेन कुलजामुद्वहेद्बुधः कुलद्वयं समानारी समयित्वादु तिष्ठति साध्वी तारयदे वंशान् दुष्टा पादयदि ध्रुवम् दारेष्वधीनं स्वर्गं च कुलं पङ्कं यशो यशः पुत्रं दुहितरं मित्रं संसारे कथयन्ति च तस्मादेकां द्वितीयां वा मामुद्वाहयेद्बुधः सन्तानार्थात्तु कामाश्च बहु दोषाश्रिता च सा रजस्वलां च वनितां नावगच्छति यः पदिः ब्रह्मः भ्रूणः सोऽपि दुर्गतिं चाधिगच्छति यो मोहाद्दुर्भगां कृत्वा साध्वीं त्यजति पापकृत तस्या वधेन यत्पापं तद्भुक्त्वा नरकं व्रजेद वनिताहरणं कृत्वा चाण्डालकुलतां व्रजेद तथैव वनिदाहानात् पतितो जायते नरः रामां विन्यस्य स्कन्धे च चिरं यमपुरे वसेद मलमूत्रं शिरोदेशे नित्यं तस्य च सम्पतेत् एवं वर्षसहस्राणि भारं वहति दुर्मदिः पुनर्यावन्ति लोमानि तावत् स रौरवं व्रजेत् पुनः क्रीडेषु सन्दीर्णस्तदा मानुषतां व्रजेद ततश्च कलहं शोकं प्राप्नोति पूर्वकल्मषाद् एवं जन्मत्रयं प्राच्यमुच्यते पातकान्नरः तत्कालं नरकं भुक्त्वा साधुकाकी तु वञ्चकी उच्छिष्टनरकं भुक्त्वा मानुषे विधवा भवेद् यः पुनश्चान्त्यजां गच्छेन्मलेच्छां वा पुल्कसां नरः द्वित्रिचतुर्गुणं भुक्त्वा तत्र संचीर्णवञ्चकः मातरं गुरुभार्यां च ब्राह्मणीं महिषीं तथा अन्यां वा प्रभुपत्नीं च गत्वा यात्य पुनर्भवं भगिनीं तत्पुत्रभार्यां तथा दुहितरं स्नुषां पितृव्यां मादुलानीं तु तथैव च पितृष्वसां मातृष्वस्रादिकामन्यां गत्वा नास्ति च निष्कृतिः ब्रह्महास भवेदन्धो वचसा जडतां व्रजेद कर्णयोर्बधिरो जातश्च्यवधेनास्ति निष्कृतिः उक्त्वा अश्लीलमत्यर्थमखिलं स्त्रीकृतेन हि द्विज उवाच एवं दुष्कृतमासाद्य कथं मोक्षो भवेत् पुनः तत्समाचक्ष्व भगवन् श्रोतुमिच्छामि तत्त्वदः श्रीभगवानुवाच तासां च गमनं कृत्वा तप्तां लोकस्य पुत्तलद्यम् समालिङ्ग्य त्यजेत् प्राणं शुचिर्लोकान्तरं व्रजेद् यो वै गृहाश्रमं त्यक्त्वा मच्चित्तो जायते नरः नित्यं स्मरति गोविन्दं सर्वपापक्षयो भवेद् ब्रह्म हत्यायुधं तेन कृतं गुर्वङ्गनागमद् शतं शतसहस्रं च पैष्टिमद्यस्य भक्षणाद् स्वर्णादेर्हरणं कृत्वा तेषां संसर्गकं चिरम् एतान्यन्यानि पापानि महान्ति पादकानि च अग्निं प्राप्य यथातूलं तृणं शुष्कं प्रणश्यति तस्मान्मन्नाम गोविन्दं स्मृत्वा पूतो भवेन्नरः यो वा गृहाश्रमे तिष्ठेन्नित्यं गोविन्दघोषणं कृत्वा च पूजयित्वा च स पापात् सन्तरो भवेद् भागीरथी तडे रम्ये खगस्य ग्रहणे शिवे गवां कोटिप्रदानेन यद्फलं लभते नरः तद्फलं समवाप्नोति सहस्रं चाधिकं च यत् गोविन्दकीर्तने तादमत्पुरे चाक्षयं वसेत् कामात् स भवने स्थित्वा सार्वभौमो भवेन्नृपः पुराणे मत्कथां श्रुत्वा मत्सादृश्यं लभेन्नरः कथयित्वा पुराणं च विष्णु सायुज्यतां व्रजेद तस्मान्नित्यं च श्रोतव्यं पुराणं धर्मसञ्चयम् श्रावितव्यं प्रयत्नेन लोके विष्णुतनुं व्रजेद अन्यद्वा स्त्रीकृते दोषे यथा योगं भवेद्ध्रुवं निशामय प्रवक्ष्यामि तत्त्वतो द्विजनन्दन सर्वबीजस्य दानेन साम्बुकुम्भं महाबलं दद्याद्विप्रायपुण्याहे सद्यपूदो भवेत्क्षणाद सर्वं धान्यादिकं बीजं काले दद्याद्विजातये सर्वपापक्षयं कृत्वा अक्षयं स्वर्गमश्नुते गुणं वक्ष्यामि विप्रर्षे सतीनां यादृशं दृढं शुद्धवंशो भवेत्तस्य नित्यं लक्ष्मी प्रवर्तते उभयोर्वंशयो स्वर्गो भर्तुरात्मन एव च पतिव्रता गुणो विप्र विस्मृतः पृच्छतस्तव पुनर्वक्ष्यामि योषाणां सर्वलोकहितं शुभम् उषित्वा पूर्वकालं च पुण्यापुण्येन योषितः पश्चात्पतिव्रतायाश्च ताश्च गच्छन्ति मद्गतिं षण्मासं वाधवर्षं वा अधिकं च प्रशस्यते पतिव्रता भवेद्या च यावत्पूदा व्रजेद्दिवं सुरापं विप्रहन्तारं सर्वपापयुधं पतिं पङ्कात्पूतं नयेत् स्वर्गं भर्ताम्रं यानुगच्छति कन्दर्पसदृशो भर्ता सारथीव मनोरमा जिष्णोरेव चिरं लोके भुङ्क्ते नन्दमयं सुखं पतिव्रता बलाद्या च विदूरे स्वामिपादने चिह्नं लब्ध्वा मृता वह्नौ पापादुद्धरदे पदिं पतिव्रता च या नारी देशान्तरमृते पतौ स भर्तुश्चिह्नमादाय वह्नौ सुप्त्वा दिवं व्रजेद या स्त्रीब्राह्मणजातीया मृगं पदिमनुव्रजेद सा स्वर्गमात्मकादेन नात्मानं न पदिं नयेद नम्रियेद समं गत्वा ब्राह्मणी ब्रह्मशासनाद प्रव्रज्यागतिमाप्नोति मरणादात्मकादिनी नरोत्तम उवाच सर्वासामपि जातीनां ब्राह्मणस्य इष्यते पुण्यं च द्विजमुख्येन अत्र किं वा विपर्ययः श्रीभगवानुवाच ब्राह्मण्या साहसं कर्म नैव युक्तं कदाचन निःशेषेस्यावधं कृत्वा सनरो ब्रह्मा भवेद तस्माद् ब्राह्मणजातीया विप्रया च व्रतं चरेत् प्रवक्ष्यामि यथा तथ्यं शृणु विप्र यथार्थतः आपणान्तरमामिष्यं भक्षयेन्न कदाचन अश्वमेधसहस्राणां हायने फलमाप्नुयाद अर्हणं चेष्टदेवस्य हरेर्व्रतमनुत्तमं स्वामिनोऽपि जलं पिण्डं सम्प्रदद्यादमत्सराद युगकोटिसहस्राणि युगकोटिशतानि च पदिना सहसा साध्वी विष्णुलोके युधा भवेत् ततो महाव्रतं प्राप्य निरये ब्राह्मणी वधूः उद्धरेदुभयोर्वंशाच्छदशोधसहस्रशः अदो बन्धुजनैरेव पुत्रैर्भ्रात्रादिभिर्बुधैः विनयम्य सदा तस्या व्रतलोपं न कारयेद हरेश्चेद्वासरं प्राप्य विधवा न व्रतं चरेत् पुनर्वैधव्यतामेदि जन्म जन्मनि दुर्भगा भोजनात्मस्य मांसस्य व्रतानां विप्रयोगतः चिरं चिरय मासाद्य शुनी भवति निश्चितं दुष्ठाया मैथुनं गच्छेद्विधवा कुलनाशिनी नरकाननुभूयाथ गृध्रिणी दशजन्मसु द्विजन्म फेरवा भूत्वा ततो मानुषतां व्रजेद तथैव बालवैधव्या दासीत्वमुपगच्छति द्विज उवाच कन्यादानफलं ब्रूहि वद दास्या फलं च यत् विधानं च यथोक्तं च यदि मेऽनुग्रहप्रभो श्रीभगवानुवाच रूपाढ्ये गुणसम्पन्ने कुलीने यौवनान्विते समृद्धे वित्तसम्पूर्णे कन्यादानफलं शृणु सर्वाभरणसंयुक्तां कन्यकां यो ददाति च तेन दत्ताधरा सर्वा सशैलवनकानना अर्धाभरणदानेन फलं दादुर्भवेद्ध्रुवम् अनाभरणकन्यायाः पादैकस्य फलं भवेत् यः पुनः शुल्कमश्नादि सयादि नरके नरः विक्रीय चात्मजं मूढो नरकान्न निवर्तते लोभादसदृशे पुंसि कन्यां यस्तु प्रयच्छति रौरवं नरकं प्राप्य चाण्डालत्वं च गच्छति अत एव हि शुल्कं च जामातुर्न कदाचन गृह्णादिमनसा प्राज्ञो यद्दत्तं तस्य चाक्षयं भूमिं गां च हिरण्यं च धनं वस्त्रं च धान्यकं जामादुर्यौतकं दत्त्वा सर्वं भवति चाक्षयं विवाहसमये वत्स सगोत्र परगोत्रजैः यौतकं दीयते किञ्चित् तत्सर्वं चाक्षयं भवेद् दाता न स्मरदे दानं प्रतिग्राही न याचते उभौ तौ नरकं यादश्चिन्नरज्जुर्खडो यथा अवश्यं यौतकं दानं दातव्यम् सात्विकेन हि अदत्वा नरकं प्राप्य दासित्वमुपगच्छति अत्यासन्नेदि दूरस्थे चाताढ्ये चादि दुर्गते कुलहीने च मूर्खे च षट्सु कन्या न दीयते अधिवृद्धे चादिदीने रोगिष्ठे देशवासिनि अधिक्रुद्धेऽप्यसन्तुष्टे षट्सु कन्या न दीयते येदेभ्य कन्यकां दत्त्वा नरकं चाधिगच्छति लोभात् सम्मानलाभाच्च कन्यका परिवर्तनाद मुनीनां प्रेयसीं नारीं युवतीं रूपशालिनीं सालङ्कारां सशय्यां च दत्त्वा नन्दफलं लभेद अनयोश्च फलं तुभ्यं युवती कन्ययोरपि एका वराय दातव्या अपरा ब्राह्मणाय दु क्रीडा देवाय दातव्या धीरेणा कष्टकर्मणा कल्पकालं भवेत् स्वर्गं नृपो वा कौ महाधनी प्रदि जन्म लभे तैष सुपत्नीं वरवर्णिनीम् य इदं शृणुयान्नित्यं पुण्याख्यानमनुत्तमं सर्वपापक्षयस्तस्य सर्वशास्त्रार्थपारगः लभेद सोक्षयं स्वर्गं नारीणां वल्लभो भवेद क्षत्रियो विजयी चाथ लोकनाथो भवेद्ध्रुवम् श्रुतं हरति पापानि जन्म जन्म कृतानि च सौभाग्यं लभते लोके तथैव च वराङ्गना इति श्रीपाद्मपुराणे प्रथमे सृष्टिखण्डे स्त्रीणामाख्यानं नाम द्विपञ्चाशत्तमोऽध्यायः ॐ